पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 90 सत्योवाच सर्वेऽपि कालावयवास्तव कालस्वरूपिणः समानास्तु कथं नाथ मासानां कार्तिको वरः एकादशीतिथीनां च मासानां कार्तिकः प्रियः कथं ते देवदेवेश कारणं किं च कथ्यतां श्रीकृष्ण उवाच साधुपृष्टं त्वया सत्ये शृणुष्वैकाग्रमानसा पृथोर्वैन्यस्य संवादं देवर्षेर्नारदस्य च एवमेव पुरा पृष्टो नारदपृथुना प्रिये उवाच कार्तिकाधिक्ये कारणं सर्वविन्मुनिः नारद उवाच शङ्खनामाभवत्पूर्वमसुरः सागरात्मजः त्रिलोकी मदने शक्तो महाबलपराक्रमः जित्वा देवान्निराकृत्य स्वर्गलोकान्महासुरः इन्द्रादिलोकपालानामधिकारांस्तथाहरत् तद्भया दधते देवाः सुवर्णाद्रिगुहां गदाः न्यवसन् बहुवर्षाणि सावरोधाः सवासवाः सुवर्णाद्रिगुहा दुर्गसंस्थितास्त्रिदशा यदा तद्वश्या न बभूवुस्ते तदा दैत्यो व्यचारयत हृदाधिकारास्त्रिदशा मया यद्यपि निर्जिताः भवन्ति बलयुक्तास्ते करणीयं ममात्र किम् अद्य ज्ञातं मया देवा वेदमन्त्रबलान्विताः तान् हरिष्ये ततः सर्वे बलहीना भवन्ति हि इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितं सत्यलोकाज्जहराशु वेदानां च गणं प्रभुः नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् तो ये निविविशुस्तेऽत्र यज्ञमन्त्रसमन्विताः तन्मार्गमाणशङ्कोऽपि समुद्रान्तर्गतो भ्रमन् न ददर्श ततो दैत्य क्वचिदेकत्र संस्थितान् अध ब्रह्मासुरैसार्धं विष्णुं शरणमन्वयाद पूजोपकरणं गृह्य वैकुण्ठभवनं गतः तत्र तस्य प्रबोधाय गीतवाद्यादिका क्रियाः चक्रुर्देवा गन्धपुष्पधूपदीपान्मुहुर्मुहुः अध प्रबुद्धो भगवांस्तद्भक्तिपरितोषितः ददृश्ये तैः सुरैस्तत्र सहस्रार्क समद्युदिः उपचारैषोडशभिः सम्पूज्य त्रिदशास्तथा दण्डवत् पतिता भूमौ तानुवाचात केशवः विष्णुरुवाच वरदोऽहं सुरगणा गीतवाद्यादिमङ्गलैः मनोभिलषितान् कामान् सर्वानेव ददामि वः इषस्य शुक्लैकादश्या यावदुद्बोधिनी भवेद् निशातुर्यांश शेषेण गीतवाद्यादिमङ्गलैः कुर्वन्ति मनुजा नित्यं भवद्भिर्यद्यथा कृतं ते मत्प्रियकरा नित्यं मत्सान्निध्यं व्रजन्ति हि पाद्यार्का च मनीयाद्यैर्भवद्भिर्यद्यथा कृतम् तदद्भुतगुणं यस्माज्जातं वः सुखकारणं वेदाशङ्कहृदाः सर्वे तिष्ठन्त्युदगसंस्थिताः तानानयाम्यहं देवा हत्वा सागरनन्दनम् अद्य प्रभृति वेदास्तु मन्द्रबीजमखान्विताः प्रत्यब्धं कार्तिके मासि विश्रमं त्वप्सु सर्वदा अद्य प्रभृत्यहमपि भवामि जलमद्यगः भवन्तोऽपि मया सार्धमायान्तु स मुनीश्वराः कालेऽस्मिन्नेव कुर्वन्ति प्रातस्नानं द्विजोत्तमाः ते सर्वयज्ञा वभृधै सुस्नादास्युर्नसंशयः ये कार्तिके व्रतं सम्यक् नित्यं कुर्वन्ति मानवाः ते देहान्ते त्वया शक्रः प्राप्य मद्भवनं सदा विघ्नेभ्यो रक्षणं तेषां यया कार्यं ममाज्ञया देया त्वया च वरुण पुत्र पौत्रादिसन्ततिः धनवृद्धिर्धनाध्यक्षत्वया कार्या ममाज्ञया मम रूपधरा साक्षाज्जीवन्मुक्ताश्च ते नराः आजन्ममरणाद्यैश्च कृतमेतद्व्रतोत्तमं यथोक्तविधिना सम्यक् ते मान्या भवदामपि एकादश्यां यतश्चाहं भवद्भिः प्रतिबोधितः अतश्चैषा तिथिर्मान्या सदैव प्रीदिता मम व्रतद्वयं सम्यगिदं नरैकृतं कृष्णस्य सान्निध्यदमस्ति नान्यद् दानानि तीर्थानि तपांसि यज्ञास्वर्लोकदानेन सदा सुरोत्तमाः इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शङ्खासुरवध उद्यमो नाम नवतितमोऽध्यायः ॐ